अस्तु तर्हि इदानीम् अस्माकं विषयः अस्ति ज्ञानम् इति. गते सप्ताहे वयं तत्र ज्ञानम् अपि च आकारः एतस्य विषये किञ्चित् परिशीलनं कृतवन्तः. तदनन्तरं त्रिविधविषयता इति अपि दृष्टवन्तः. तत्र त्रिविधविषयताः आसीत् तत्र प्रकारता, संसर्गता, विशेष्यता इति. तदपि वयं दृष्टवन्तः. इदानीं किञ्चित् अग्रे सरेमः. तर्हि रामप्रिया भगिनी, भवती पठनं आरम्भं करोति वा? तत्र एवं च घटनिष्ठप्रकारता इति अस्ति खलु, तत्र द्वितीयपरिच्छेदस्य मध्ये, तथा किञ्चित् आरम्भं करोतु. एवं च घटनिष्ठप्रकारता आख्य विषयतानिरूपकं ज्ञानं, संयोगनिष्ठसंसर्गता आख्य विषयतानिरूपकं ज्ञानं, भूतनिष्ठविशेष्यता आख्य विषयितानिरूपकं ज्ञानम् इति सर्वत्र न्यायभाषया विवरणं भवेत्. इत्युक्ते किम् इति किञ्चित् वदति वा? तस्य विवरणं किञ्चित् भवती करोति वा? एतत्तु वयं गतसप्ताहे परिशीलितवन्तः एव, परन्तु किञ्चित् पुनस्मरणार्थम्. विषयता त्रिविधम् इति, विषयतायाः विशेषणं त्रिविधम् इति वा? प्रभेदः त्रिविधम् इति त्रिविधं तिस्रः विषयताः, प्रकारता, संसर्गता, विशेष्यता इति. तत्र घटनिष्ठप्रकारता इति एकं विषयता, तत् ज्ञानं निरूपयति. संयोगनिष्ठ संसर्गता इति एकं विषयता, तदपि ज्ञानं निरूपयति. संयोगनिष्ठ, सम्यक्, क्षम्यताम्, भूतलनिष्ठविशेष्यता नाम्ना विषयता, तदपि ज्ञानं निरूपयति इति. सर्वत्र ज्ञान विवरणं भवेत् इति अत्र अस्ति. उत्तमं. तत्र प्रकारता इत्युक्ते कुत्र विद्यमाना विषयतायाः नाम अस्ति प्रकारता इति? प्रकारता घटे. घटे इत्युक्ते तत्र विशेषण विशेषता घटे. तत्र प्रकारता घटे इत्युक्ते तत्र आकारः कः? आकारः भूतलं घटवत्. उत्तमं. भूतलं घटवत् इति आकारः अस्ति चेत् तत्र घटे प्रकारता. अनन्तरं संसर्गता संयोगे अस्ति. भूतले विशेष्यता. विशेष्यता. उत्तमं. तर्हि इतः पर्यन्तं स्पष्टं खलु? तत्र किमपि प्रश्नः अस्ति वा? नास्ति भगिनि. उत्तमं. तर्हि अग्रे अपि पठतु भगिनि. विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परमपि निरूप्यन्ते. प्रकारता निरूपिता विशेष्यता इव विशेष्यता निरूपिता प्रकारता इत्यपि सम्भवति. एवं संसर्गतायाम् अपि. तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता निरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानं, भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति वा वक्तव्यं. तत्र विषयताः ज्ञानेन यदा अहं निरूप्यन्ते तदा परस्परमपि तस्य निरूपणं भवति इति अत्र अस्ति. प्रकारता विशेष्यता निरूपयति, तदानीमेव विशेष्यता अपि प्रकारता निरूपयति. परस्परं निरूपणं भवति. तत्र किमर्थं तादृश परस्पर निरूपणं सम्भवति इत्युक्ते तत्र तिसृणां किमपि सम्बन्धः अस्ति वा तत्र प्रकारता संसर्गता विशेषता इति यद्वयं दृष्टवन्तः तत्र निरूप्य निरूपकसम्बन्धम् अस्ति इति अहं चिन्तयामि. हा सत्यं निरूप्य निरूपकसम्बन्धः अस्ति किमर्थं चेत् तत्र आधार आदेयभावः अपि वर्तते खलु तत्र भूतलं घटवत् इति वदामः चेत् तत्र भूतलम् इति आधारः घटः इति आदेयः इति वक्तुं शक्नुमः. तर्हि तत्र तादृश पूर्वम् अपि वयं दृष्टवन्तः खलु तत्र सम्बन्धिकाः सम्बन्धिकशब्दाः इति तत्र तत्रापि तादृशसम्बन्धः वर्तते. येन सम्बन्धेन वयं तथा वक्तुं शक्नुमः तत्र निरूप्यभावः अस्ति निरूपणनिरूप्यभावः अस्ति इति वक्तुं शक्नुमः. तर्हि किञ्चित् चित्रम् अत्रापि तत्र पुनः पुनः अहम् उक्तवती खलु तत्रापि चित्रं रचयामः चेत् अस्माकं कृते किञ्चित् स्पष्टं भवति. तत्र तत्रापि किमस्ति चेत् तत्र तत्र प्रकारतानिरूपितविशेष्यता इति अस्ति चेत् तत्र भवती एव वदतु भगिनी तत्र चित्रं कथं भवति इति भवती एव वदतु. घटनिष्ठप्रकारता निरूपितविश भूतल निरूपितभूतलनिष्ठविशेष्यता निरूपकं ज्ञानं उत्तमम् अति उत्तमं तथा एव भवति. तत्र तत्र घटनिष्ठनिरूप प्रकारता इत्युक्ते तत्र वामतः अधोबाहे घटः इति घटः तथा वर्तते तर्हि तत्र अन्यैः भवत्याः वचनं श्रुत्वा लिख्यते वामतः अधोभागे घटः उपरि प्रकारता दक्षिणतः घटे इत्युक्ते घटे प्रकारता घटे प्रकारता दक्षिणतः अधोभागे भूतलं तस्य उपरि विशेष्यता निरूपकं मध्ये अस्ति स्ट्रेट् लैन् तत्र प्रकारता विशेषता मध्ये तत्र निरूपणनिरूपकभावं निरूपकनिरूपीयभावः सत्यं. तर्हि अवश्यम् अवश्यं वा तत्र इदानीम् एतत् प्रथमं कुर्मः तत्र तथा अस्ति चेत् तत्र सुनील् महोदय भवान् वदति वा तत्र विशेषता कीदृशी इति प्रश्नः अस्ति चेत् तत्र वाक्यं प्रथमं वदति वा विशेष्यता घटनिष्ठनिरूपितभूतलनिष्ठ विशेष्यता इति अति उत्तमं. प्रकारता कीदृशी इति प्रश्ने सति बालसुब्रह्मण्यं महोदय भवान् वदति वा क्षम्यतां प्रकारता कीदृशी इति प्रश्नः अस्ति चेत् तस्य उत्तरं कथं भवति यथा सुनील् महोदय इदानीं विशेष्यताविषये उक्तवान् खलु तथैव तादृशरीत्या भूतलनिष्ठ विषयिता निरूपित विशेष्यता निरूपित विशेष्यता घटनिष्ठप्रकारता अति उत्तमं घटनिष्ठप्रकारता इति तदस्ति अस्माकं प्रथमश्रेणी तत्र विशेष्यता प्रकारता इति. इदानीं वदतु भगिनि इदानीं किम् अस्ति तत् द्वितीयम् अस्ति भूतलं विशेष्यता इति तत्र भूतलं वामतः अधोभागे उपरि विशेष्यता इति घटः दक्षिणतः अधोभागे उपरि प्रकारता इति भूतलनिष्ठविशेष्यता निरूपक निरूपिता घटनिष्ठप्रकारता निरूपकं ज्ञानम् तर्हि निरूपकं ज्ञानम् इति अस्ति चेत् तत् कथं भवति अत्र अहम् अत्र ज्ञानम् इति दक्षिणतः कोणे ज्ञानम् उपरि विषयिता इति अहं लिखामि. समीचीनं वा? सत्यं, तदेव भवत्याः मार्गः समीचीनः एव. वदतु इदानीं. तत्र तु भूतलनिष्ठविशेष्यता निरूपिता निरूपिता घटनिष्ठप्रकारता निरूपकं ज्ञानम्. तर्हि तत्र ज्ञानमिति दक्षिणभागे अस्ति, अतः तस्य उपरि विषयिता इति विषयिता इति अस्ति. तर्हि तत्र भूतलनिष्ठविशेष्यता निरूपिता ज्ञाननिष्ठविषयिता इति अपि वक्तुं शक्नुमः. नो चेत् प्रकारता. तर्हि तत्र इतोपि दीर्घः दीर्घवाक्यं चेत् तत्र घटनिष्ठप्रकारता निरूपित भूतलनिष्ठविशेष्यता निरूपित ज्ञाननिष्ठविषयिता इति अपि वक्तुं शक्नुमः. तस्य एव किञ्चित् शार्ट्कट् भवति तत्र घटनिष्ठप्रकारता निरूपित भूतलनिष्ठविशेष्यता निरूपकं ज्ञानम् इति. सम्यक्. अस्तु, तर्हि अस्तु, मध्ये केनापि आगतं वा? तत्र ध्वनिः श्रुतं मया, ध्वनिः श्रुता. कोऽपि अस्ति वा यः नाम न उक्तवान् अथवा उक्तवती? अस्तु, तर्हि सुनील् महोदय, भवान् इदानीं तत्र एवं संसर्गतायामपि इति अस्ति खलु, तत्र संसर्गताविषये तादृशी यथा रामप्रिया भगिनी उक्तवती तादृशं चित्रं किञ्चित् वदति वा? तत्र संसर्गता कुत्र अस्ति, संसर्गता इदानीं घटनिष्ठप्रकारता निरूपयति इति स्वीकुर्मः, तर्हि तत् चित्रं कथं भवति इति भवान् वक्तुं शक्नोति वा? अहं श्रमं करोमि. अत्र वामभागे अधोभागे संयोगः भवति, उपरि संसर्गता भवति, दक्षिणभागे अधोभागे ज्ञानं भवति. न, इदानीं संयोगनिष्ठसंसर्गता अपि च घटनिष्ठप्रकारता खलु, तत्र तदेव प्रथमश्रेणी अस्ति. प्रथमश्रेणी परस्परनिरूपणं खलु, तदनन्तरमेव ज्ञानस्य निरूपणम्. अतः घटः अधोभागे उपरि प्रकारता, अनन्तरम् इतोपि दक्षिणभागे ज्ञानम् अधोभागे उपरि विषयिता. अस्तु, तर्हि वाक्यं कथं भवति? तत्र प्रथमम् इदानीं ज्ञानम् इति त्यजतु, तर्हि प्रथमं संसर्गता कीदृशी इति कथं वक्तुं शक्नुमः? घटनिष्ठप्रकारता संयोगनिष्ठसंसर्गता. घटनिष्ठप्रकारता संयोगनिष्ठ मध्ये आवश्यकं, मध्ये किमपि आवश्यकं? क्षम्यतां, क्षम्यतां. घटनिष्ठप्रकारता निरूपित संयोगनिष्ठसंसर्गता. अति उत्तमं. संसर्गता, क्षम्यतां, प्रकारता कीदृशी इति प्रश्नस्य? संयोगनिष्ठ संसर्गता निरूपित घटनिष्ठप्रकारता. उत्तमं, तर्हि इदानीं ज्ञानस्य निरूपणं करोतु महोदय. संयोग आरभ्य वा अथवा संयोगनिष्ठसंसर्गतानिरूपित घटनिष्ठप्रकारतानिरूपित विषयितानिष्ठज्ञानम्. विषयितानिष्ठज्ञानम् अथवा निरूपकम् इति उपयोगं कुर्मः चेत् तथा वाक्यं कथं भवति? संयोगनिष्ठसंसर्गता निरूपित घटनिष्ठप्रकारता निरूपित विषयकं ज्ञानम् तत् सम्यक् एव निरूपितविषयित आश्रयः ज्ञानम् इति, परन्तु इदानीं निरूपकम् इति हरि ओम् कः अस्ति अथवा का पुष्पा भगिनि? नमस्कारः भगिनि. नमस्कार. संयोगनिष्ठसंसर्गता निरूपित घटनिष्ठप्रकारता निरूपकं विषयकं ज्ञानं वा भगिनि? अहं निरूपकं ज्ञानं तदेव तत्र निरूपकं ज्ञानम् अस्तु. इदानीं स्पष्टम् अस्तु. तर्हि तत्र भूतलं घटवत् इति आकारः अस्ति चेत् कथं तत्र प्रकारता विशेष्यता संसर्गता इति कुत्र अस्ति तेषां द्वारा कथं ज्ञानस्य निरूपणं भवति इति स्पष्टं स्यात्. अस्तु. इदानीं बालसुब्रह्मण्यमहोदय भवानेव अग्रे पठति वा? विषयतानुरूपः सम्बन्धः तत् प्रभेदस्य निरूपितः, ताश्च तिस्रः अपि विषयतः परस्परम् असमान अधिकरणाः को अर्थः न समानाधिकरणाः. समानाधिकरणम् इत्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानम् इति अर्थः. समानम् अधिकरणं ययोः तौ समानाधिकरणौ. विषयरूपः सम्बन्धः तत् प्रभेदस्य निरूपितः इत्युक्ते किं? तत्र विषयतारूपः सम्बन्धः इत्युक्ते क्षम्यताम्, विषयता इत्युक्ते किम्? इदानीं वयं दृष्टवन्तः खलु विषयस्य न विषयता इत्युक्ते इदानीं वयं दृष्टवन्तः तत्र तत्र विषयता इत्युक्ते तत्र इदानीं प्रकारता विशेष्यता संसर्गता इति वयं प्रभेदः दृष्टवन्तः. सो सम्बन्धः तत् प्रभेदस् कः कः विषयता सम्बन्धन्यास्ति तथा एव प्रकृता विशेषता संस्कृता इति भावेनापि सन्ति इति. तर्हि तत्र प्रथमं विषयतायाः प्रभेदः वयं दृष्टवन्तः, अपि च तेषां मध्ये किमपि तासां मध्ये तत्र सम्बन्धः अस्ति खलु, तत्र तिसृणां विषयतानां मध्ये तत्र सम्बन्धः अस्ति, सः सम्बन्धः कः इति अपि वयं दृष्टवन्तः इदानीं तेषां तासां द्वारा ज्ञानस्य निरूपणमपि कृतवन्तः खलु. तर्हि इदानीं तत्र किञ्चित् विषयः किम् अस्ति इत्युक्ते तत्र विषयता इति तत्र प्रभेदः अस्ति खलु, तत्र तिस्रः विषयताः इति दृष्टवन्तः, परन्तु ज्ञानं तु एकमेव अस्ति. तर्हि कथम् एकमेव ज्ञानम् इति साधयितुमेव तत्र एतस्मिन् भागे तदेव विषयः अस्ति. तद् मनसि स्थाप्य पठामः चेत् किञ्चित् अवगमनं सम्यक् स्यात्. धन्यवादः. ताश्च तिस्रः अपि विषयताः परस्परम् असमान अधिकरणाः. सो मिश्रः तर्हि प्रथमं समानाधिकरणः इत्युक्ते किम् इति कः इति पश्यामः, अनन्तरम् अत्र आगच्छामः. तर्हि तत्र समान अधिकरणः इति अधिकरणतया समानमेव तदेव महोदय तत्र उदाहरणे कर्मधारयसमासे समान अधिकरणम् इति तर्हि तत्र तत्र बहुभिः अपि भवति समान अधिकरणं ययोः तौ समानाधिकरणौ इति. तर्हि तत्र यस्य अधिकरणः समानः भवति तदेव समानाधिकरणम् इत्युक्ते चिन्तयतु तत्र उत्पीठिका अस्ति, उत्पीठिकायां पुस्तकम् अपि अस्ति अपि च दूरवाणीमपि अस्ति चेत् तत्र उत्पीठिका इति समानाधिकरणम् अस्ति खलु तत्र दूरवाणी अपि च पुस्तकयोः. अवगच्छति वा? तर्हि तत्र समानाधिकरणम् इत्युक्ते यत्र एकं वस्तु अस्ति तत्रैव अन्यवस्तु अपि अस्ति चेत् तत्र समानाधिकरणं. तर्हि तत्र तयोः मध्ये समानाधिकरणम् अस्ति इत्युक्ते तौ समानाधिकरणौ इति वक्तुं शक्नुमः. परन्तु इदानीं विषयता इति विषये चिन्तयतु, तत्र तिस्रः विषयताः सन्ति खलु, तत्र समानाधिकरणम् अस्ति वा? समानाधिकरणः त्रयाः अपि ज्ञानं सूचयति. ज्ञानं सूचयति तत्तु सम्यक्, परन्तु तस्य अधिकरणं किं, तत्र समानाधिकरणम् अस्ति वा तत्र तत्र विषये तत्र प्रकारतायाः अधिकरणं किम्, घटः विशेषतायाः अधिकरणं इति भूतलं, संसर्गतायाः अधिकरणं संयोगं संयोगः इति संयोगः. तर्हि तत्र अधिकरणम् अधिकरणस्य साम्यम् अस्ति वा तत्र? न, साम्यं नास्ति. साम्यं नास्ति खलु, तर्हि तत्र परस्परम् असमानाधिकरणः एव स्थाः खलु, किमर्थं चेत् तत्र एकस्य अधिकरणम् अन्यस्य अधिकरणात् भिन्नः खलु. भिन्नः. तर्हि एका तत्र प्रकारतायाः अधिकरणं विशेषतायाः अधिकरणात् भिन्नः अत्र. स्पष्टं वा? तदेव अस्ति अत्र. समानाधिकरणम् इत्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानम् इति अर्थः. समानाधिकरण इत्यस्य अर्थः एवं समानाधिकरणं व्ययोः तौ समान अधिकरणौ. यः कुत्र कुत्र समानाधिकरणम् अस्ति तयोः तौ समाना अधिकरणम् इति वक्तुं शक्यते. तर्हि इदानीं तत्र विषयतायाः त्रिविधः इति यद्वयं दृष्टवन्तः, प्रकारता संसर्गता विशेष्यता इति, ते समानाधिकरणाः इति न, परन्तु असमानाधिकरणाः किमर्थं चेत् तत्र समानाधिकरणाः नास्ति इति. अधिकरणाः भिन्नाः. अधिकरणं भिन्नं, तर्हि तत्र असमानाधिकरणाः इति. स्पष्टं वा? स्पष्टं. अस्तु, सुनील् महोदय अग्रे भवान् पठति वा? अत्र एकं चित्रमस्ति, घटः घटे घटत्वम् अस्ति, अनन्तरं घटे प्रतियोगिता अस्ति इति सूचना. तर्हि तत् चित्रं दृष्ट्वा इदानीं वयं यत् चर्चितवन्तः तस्मिन् विषये किं वक्तुं शक्नुमः? घटे घटत्वम् अस्ति, घटे प्रतियोगिता अस्ति, अतः समानाधिकरणं वा? तदेव, तर्हि तत्र घटत्वं प्रतियोगिता इति समानाधिकरणे स्तः इति अर्थः. घटत्वं प्रतियोगिता इति तौ समानाधिकरणौ, तौ समानाधिकरणौ इत्युक्ते प्रतियोगिता घटत्वस्य समानाधिकरण, घटत्वं प्रतियोगितायाः समानाधिकरणम् इति. अग्रे पठामि वा? पठतु महोदय. अत्र घटत्वसमानाधिकरण प्रतियोगिता, प्रतियोगिता समानाधिकरणं घटत्वं. प्रकृते तु प्रकारतादयः तिस्रः विषयताः न परस्परं समानाधिकरणाः. घटत्वे प्रकारता तत्र मुद्रणदोषमस्ति खलु, प्रकारता कुत्र अस्ति? घटे प्रकारता, संयोगे संसर्गता, भूतले विशेष्यता च वर्तते. अतः न अत्र द्वयोरेक अधिकरणम्, एकम् अधिकरणं, द्वयोरेकम् अधिकरणं, परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य, तस्य च ये अवान्तरभेदाः निरूपणसौकर्याय स्वीक्रियन्ते तेषु न परस्परं असमान अधिकरणम्. किन्तु सर्वाः अपि विषयिताः ज्ञाने एव भवन्ति. तद् पूर्वम् उक्तवन्तः, तद् अधिकं किमपि नास्ति किल भगिनि? वदतु महोदय, परन्तु तत्र कण्ठशः दृष्ट्वा वदामः तर्हि. अत्र घटत्वसमानाधिकरणप्रतियोगिता, अतः प्रतियोगिता च घटत्वं समानाधिकरणौ इति उक्तवन्तः. प्रतियोगिता समानाधिकरणं घटत्वम्, अथवा प्रतियोगितायाः समानाधिकरणं घटत्वं, विपरीतदिश्य घटत्वस्य समानाधिकरणं प्रतियोगिता. प्रकृते तु प्रकारतादयः तिस्रः विषयताः न परस्परं समानाधिकरणाः. प्रकृते इत्युक्ते तत्र वस्तुतया अथवा अस्माकं मूलविषये इति. तर्हि तत्र इदानीं प्रकारता संसर्गता विशेषिता इति परस्परं समानाधिकरणाः न इति उच्यन्ते. घटे प्रकारता भवति, संयोगे संसर्गता भवति, भूतले विशेष्यता भवति. अतः तत्र समान अधिकरणं नास्ति. समान अधिकरणं नास्ति अत्र. अस्तु, परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य, तस्य च ये अवान्तरभेदाः निरूपणसौकर्याय स्वीक्रियन्ते तेषु न परस्परं असमानाधिकरणम् अधिकरण्यम्. तद् न अवगच्छामि भगिनि. अस्तु, इत्युक्ते तत्र वयं प्रथमं वयं यद् दृष्टवन्तः तत्र अयं घटः इति ज्ञानम् इति दृष्टवन्तः खलु. अयं घटः इति ज्ञानमस्ति चेत् तत्र घटः इति विषयः ज्ञानमिति विषयी, तर्हि तत्र घटे विषयता अस्ति, ज्ञाने विषयिता इति दृष्टवन्तः. इदानीं तत्र विषयता तत्र विषयतायाः त्रिविधः दृष्टवन्तः. तत्र प्रकारता, संसर्गता, विशेष्यता इति अस्ति. तथैव विषयिता अपि त्रिविधाः. तत्र अवान्तरम् इत्युक्ते यथाक्रमम् इति रेस्पेक्टिव्लि इति आङ्ग्ले वदामः खलु, तत् तथा. तर्हि यथाक्रमं तत्रापि भेदाः वर्तन्ते. इत्युक्ते तत्र प्रकारता इति विषयतायाः विषयतायाः ज्ञाने विषयिता अस्ति, तत्र प्रकारिता इति. तर्हि तत्र आङ्ग्लभाषायां कौण्टर् पार्ट् इति वदामः खलु, तथा प्रकारतायाः प्रकारिता, संसर्गतायाः संसर्गिता, विशेष्यतायाः विशेषिता इति तत्र यथाक्रमं. तत्र विषयितायाः अपि तिस्रः भेदः वर्तन्ते. तर्हि तत्र परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य, इत्युक्ते तत्र ज्ञाने यद्विषयमस्ति तद्विषयस्य विषयिता इति सम्बन्धः अस्ति खलु. तत्र ज्ञाने विषयः इत्युक्ते घटं घटः इति, अयं घटः इति ज्ञानं चेत् तत्र घटः इति विषयः. तर्हि तत्र विषयस्य सम्बन्धः अस्ति विषयिता इति. तद्विषयि सा विषयिता अवान्तर सा विषयतायाः अवान्तरभेदाः अस्ति. इत्युक्ते तस्याः विषयितायाः अवान्तरभेदाः इत्युक्ते तत्र विषयितायाः प्रकारिता, संसर्गिता, विशेषिता इति भेदाः तत्र निरूपणसौकर्यायाः स्वीकुर्मः चेत् तत्र तु परस्परम् असमानादिकरणीयं नास्ति. किमर्थं चेत् विषयिता कुत्र अस्ति? ज्ञाने अस्ति. तर्हि प्रकारिता आख्यविषयिता कुत्र? ज्ञाने. संसर्गिता आख्यविषयिता? ज्ञाने. विशेषिता आख्य विषयिता? ज्ञाने. तर्हि तत्र समानादिकरण्यम् अस्ति खलु. तत्र असमानादिकरण्यम् इति न. स्पष्टं वा? इत्युक्ते तत्र यद् विषयतायाः असमानादिकरण्यम् अस्ति चेदपि तेन द्वारा यद् ज्ञानं भवति तद् ज्ञानं तु येन सम्बन्धेन ज्ञानं भवति विषयिता इति, तस्याः तु समानादिकरणम् अस्ति इति वार्ता अत्र. एकः प्रश्नः अस्ति तत्र अग्रिमवाक्ये किन्तु इति अस्ति, किमर्थं तत्र किन्तु? तत्र पूर्वं तु वयम् उक्तवन्तः न परस्परम् असमानादिकरणीयम् इति. तर्हि सर्वाः अपि विषयिताः ज्ञाने एव भवन्ति इति वाक्यमस्ति चेत् तत्र किन्तु इति केवलं तत्र स्पष्टीकरणार्थमेव तत्र किञ्चित् एम्फसिस् इति वक्तुं शक्नुमः. तर्हि तत्र परस्परं तु समानादिकरणीयं. तत्र पूर्वस्य पूर्ववाक्यं पश्यतु, तत्र तेषु न परस्परम् असमानादिकरणीयं, परन्तु ते ज्ञाने एव अस्ति. तत्र ज्ञाने एव भवन्ति इत्युक्ते तत्र समानादिकरणं ज्ञानम् इति एव भवति खलु. आम् आम् आम्. तत्र तत्र समानादिकरणं नास्ति इति न, ते तु एकमेव तत्र एम्फसिस् इति एव तत्र बट् इति अर्थे नास्ति आङ्ग्लवर्ड्. अस्तु, तर्हि अन्यप्रश्नाः सन्ति वा? एतत् पर्यन्तं स्पष्टं वा भगिनी? तत् अस्तमस्ति विषयताः असमानाधिकरणं, विषयिताः समानाधिकरणम् इति? सत्यं सत्यं, तावदेव. विषयताः असमानाधिकरणाः, विषयिताः समानाधिकरणाः. अस्तु, तर्हि पुष्पा भगिनी भवती पठति वा अग्रे? आम् आम् भगिनि, अत्र एतत् उदाहरामः, करेक्ट्? उदाहरामः. करदीपं प्रज्वलस्य, प्रज्वलस्य तस्य पुरतः अङ्गुष्ठवर्जम् अङ्गुलिचतुष्टयं प्रसारयामः चेत् तिस्रः अर्चयः निर्गच्छन्ति. अत्र एतद् उदाहरामः, रामः उदाहरणाः न उदाहरामः इत्युक्ते उदाहरणं पश्यामः इति एव. उदाहरामः, ओ ओ, आवां पश्यामः, वयं पश्यामः, करदीपं प्रज्वलस्य प्रज्वलय्य तस्य पुरतः अङ्गुष्ठवर्जम् अङ्गुलि चतुष्टयं प्रसारयामः चेत् तिस्रः अर्चयः निर्गच्छन्ति. अर्चयः इत्युक्ते रश्मिः अथवा किरणः. निर्गच्छन्ति, निर्गच्छन्ति तो गच्छन्ति इति एव, तत्र नाशं न न तथा न, तत्र निर्गच्छन्ति इत्युक्ते गच्छन्ति इति एव तत्र गच्छन्ति. तस्मात् तत्र करदीपात् गच्छन्ति, करदीपात् गच्छन्ति इति. करदीपं प्रज्वलस्य, प्रज्वलय्य मने दीपं कृत्वा दीपं च करदीपं चलितुं, चलितुम् इत्युक्ते प्रज्वलनं कृत्वा, प्रज्वलनं कृत्वा तस्य पुरतः, तस्य करदीपस्य पुरतः अङ्गुष्ठवर्जं कति अङ्गुष्ठः इति तत्र अस्माकं करे तत्र पञ्च अङ्गुली, पञ्च अङ्गुल्यः सन्ति खलु. अङ्गुष्ठवर्जं अर्थं किम्? अङ्गुष्ठं विना इति, वर्जम् इत्युक्ते अङ्गुष्ठरहित विना इति. ओ अङ्गुष्ठरहित विना, ओके. अङ्गुलिचतुष्टयम् प्रसारयामः, चतुष्टयम् इत्युक्ते अवगच्छति खलु. न तर्हि तत्र अस्माकं करे तत्र पञ्च अङ्गुल्यः सन्ति, तत्र अङ्गुष्ठः इति एकः प्रथम अङ्गुलि यदस्ति तस्य नाम अस्ति अङ्गुष्ठः इति. बालसुब्रह्मण्यमहोदयेन उक्तं खलु तम् इति आङ्ग्लभाषायां यत् वदामः तदेव अङ्गुष्ठम् इति. अङ्गुष्ठं विना अङ्गुष्ठं अस्वीकृत्य अन्य तत्र अङ्गुष्ठं स्वीकुर्मः चेत् तत्र इदानीं कति अङ्गुल्यः सन्ति? चतुष्टयं सन्ति, चतुष्टयः. तर्हि तत्र अङ्गुष्ठं विहाय तत्र इदानीं चत्वारः चतस्रः अङ्गुल्यः सन्ति खलु. तर्हि तत्र अङ्गुलिचतुष्टयं तत्र तदिदानीं करदीपस्य मुखे स्थापयामः चेत् कति किरणाः आगच्छन्ति तस्मात्? तत्र अवगच्छति वा? तत्र तिस्रः किरणाः निर्गच्छन्ति खलु. तत्र चित्रमपि अस्ति, पश्यतु तत्र यद् तत्र कृष्णवर्णे यदस्ति, कृष्णवर्णे यदस्ति तदस्ति अङ्गुलि. तर्हि तत्र अर्चयः नास्ति. श्वेतवर्णे यदस्ति तदेव तत्र किरणः किरणमस्ति. तर्हि तत्र किरण तत्र तिस्र किरणाः सन्ति, किरणाः न किरणाः तिस्रः खलु, तिस्रः अर्चयः खलु. किमर्थं चेत् तत्र अङ्गुलिचतुष्टयं स्थापयामः चेत् तत्र तिस्रः किरणाः सन्ति, त्रय निर्गच्छन्ति. त्रयः किरणाः निर्गच्छन्ति अथवा तिस्रः अर्चयः निर्गच्छन्ति. तिस्रः अर्चयः अथवा तिस्रः न तर्हि तत्र द्वयोः अङ्गुलिमध्ये तत्र अन्तरः अस्ति खलु. तत्र तिस्रः अन्तरः अस्ति, क्षम्यतां, त्रयम् अन्तरम् अस्ति. तर्हि तस्मात् तिस्रः भगिनि एकक्षणं क्षम्यतां, शृणोतु प्रथमं. तत्र अङ्गुलिचतुष्टयं स्थापयामः चेत् तत्र अन्तरत्रयं भवति. तस्मात् किरणः बहिः आगच्छति खलु. यत्र अङ्गुलि स्थापयामः तत्र तु किरणः न बहिः आगच्छति. तर्हि तिस्रः अर्चयः निर्गच्छन्ति. स्पष्टं वा? हा स्पष्टम्. अर्चयः तु किरणः, त्रयः किरणाः निर्गच्छन्ति. त्रयः किरणाः निर्गच्छन्ति. समानः हा समानं तदेव. अस्तु, रामकार्तिक् महोदय भवान् अग्रे पठति वा? क्षम्यतां. तासु उपरितना अर्चिः घटे आपतति इति सा प्रकारता, मध्यमा संयोगगता संसर्गता, निम्ना भूतलगता विशेष्यता इति भवति. एवञ्च अकारादीनाम् असमानादिकरण्यं समर्थितं भवति. इत्युक्ते तत्र अर्चित्रयम् अस्ति चेत् तत्र प्रथम अर्चिः घटे आपतति, द्वितीय अर्चिः संयोगे आपतति, अपि च तृतीय अर्चिः भूतले आपतति इति चिन्तयामश्चेत् तत्र वयम् अवगन्तुं शक्नुमः यत् प्रकारादीनाम् असमानादिकरण्यं प्रकारतादीनां क्षम्यतां प्रकारतादीनां समानादिकरण्यं भवति इति, असमानादिकरण्यं भवति इति. इत्युक्ते तत्र तद् दृष्ट्वापि वयं वक्तुं शक्नुमः खलु, किञ्चित् यदा वयं तत्र प्रकाशः इति मार्गे चिन्तयामः चेत् तत्र इतोपि स्पष्टं भवति. तत्र यत्र प्रकाशः आपतति तत्र एव विषयता इति वयं गते सप्ताहे दृष्टवन्तः. प्रकाशः इति अस्ति तदेव विषयता इति. तथा पश्यामः चेत् इदानीं वयं तत्र द्रष्टुं शक्नुमः. तर्हि तत्र भूतलं घटवत् इति अस्ति चेत् तत्र एकः प्रकाशः तत्र भूतले, अन्यप्रकाशः संयोगे, तृतीयप्रकाशः घटे इति तत्र भिन्नभिन्नप्रकाशः तत्र गच्छति. तथा तत्र विषयता अपि भिन्ना, तस्य अधिकरणम् अपि भिन्नम् इति वयं इदानीम् इतोपि किञ्चित् स्पष्टरीत्या मनसि स्थापयितुं शक्नुमः. तर्हि इदानीम् अवगतं खलु सर्वैः? अस्तु, अग्रे अपि पठति वा? आम्, परन्तु तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपान्तर् गतकाचे दृश्यन्ते ते तु एकत्रैव भवन्ति. यथा हि घटप्रतिबिम्बः काचे भवति तथा संयोगप्रतिबिम्बः तत्रैव, एवं भूतलप्रतिबिम्बोऽपि. एषः प्रतिबिम्बः एव ज्ञाननिष्ठः विषयसम्बन्धः विषयिता इत्युच्यते. अत्रापि विषयित्वम् इति सामान्या संज्ञा, प्रकारिता, संसर्गिता, विशेषिता इति च विशेषरूपाः. अस्तु अस्तु, इतः पर्यन्तं किञ्चित् कण्ठशः पश्यामः. वदति वा भवान्? आम्, वयं पूर्वं दृष्टवन्तः तत्र अर्चिः अथवा किरणः करदीपात् गत्वा तत्र घटे वा संयोगे वा भूतले वा आपतति. तत्र वयं प्रतिबिम्बं तत्र पश्यामश्चेत् इत्युक्ते घटात् प्रतिबिम्बः यः आगच्छति सः करदीपस्य अन्तः इत्युक्ते काचे इत्युक्ते तत्र इन् द फ्लास्क् इति दत्तवन्तः. तत्र अन्तर्गच्छति चेत् तत्र एवमेव संयोग क्षम्यतां संयोगात् काचे आपतति, अपि च भूतलात् काचे आपतति चेत् तत्र एवं चिन्तयामश्चेत् तत्र ते प्रतिबिम्बाः एकत्र एव भवन्ति. इत्युक्ते तत्र तेषां समानाधिकरणं भवति, करदीपः अथवा काचः इति वक्तुं शक्नुमः. एषः प्रतिबिम्बः एव ज्ञाननिष्ठः विषयसम्बन्धः विषयिता इति वयं वदामः. तर्हि यथा पूर्वम् अस्माभिः दृष्टं तत्र विषयितायाः प्रभेदाः त्रिविधाः, प्रकारिता, संसर्गिता, विशेष्यता इति तस्याः रूपाः. तर्हि तत्र स्थगितवन्तः, अग्रे पठामि. तर्हि तत्र प्रतिबिम्बाः इत्युक्ते तत्र अस्माकं विषये अत्र विषयिता इति एव. तर्हि तत्र विषयिता इति यदस्ति तत्र तु समानाधिकरण्यम् अस्ति इत्येव इदानीं साधयितुम् अत्र एतत् सर्वं दत्तमस्ति. तत्र तु करदीपस्य उदाहरणे अपि वयं तद् वक्तुं शक्नुमः. तर्हि यथा करदीपः अस्ति चेत् तस्मात् भिन्नभिन्नकिरणः आगच्छति चेत् तत्र तु प्रतिबिम्बः पुनः तत्र काचे आगच्छति. तत्र तु तादृश भेदः नास्ति, एकस्य एव स्थले इति. स्पष्टमिति मन्ये. तर्हि रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि. एते प्रतिबिम्बाः न प्रकारत्वादिवत् परस्परम् असमानादिकरणाः, किन्तु ज्ञानैकनिष्ठाः, ज्ञान एकनिष्ठाः। आधार आदेय आदेयादिभावस्थले यथा आदेय आदेयता अधिकरणतायोः निरूप्यनिरूपकभावः, तदा विषयता विषयितायोः अपि ज्ञातव्यः। तथा च भूतलं घटवत् इति ज्ञानस्य घटनिष्ठप्रकारतानिरूपितप्रकारिताश्रयः संयोग संयोगनिष्ठसंसर्गतानिरूपितसंसर्गिताश्रयः भूतलनिष्ठविशेष्यतानिरूपित विशेष्यताश्रयः ज्ञानम् इति विवरणं भवति। अत्र तु एते प्रतिबिम्बाः न प्रकारत्वात् परस्परम् असमानादिकरणः। तत्र तु एतत् प्रतिबिम्बाः ज्ञानम् इति असमानादिकरणाः न असमानादिकरणाः ज्ञानम् इति वक्तुं शक्नुमः। तर्हि तत्र ज्ञानम् इति तत्रैव निष्ठाः इति खलु, तत्र प्रकारत्वादिवत् इत्युक्ते यथा प्रकारता संसर्गता विशेष्यता इति आसीत्, ते तु भिन्नभिन्न स्थले निष्ठः खलु, निष्ठा खलु, प्रकारता घटे आसीत् घटे अस्ति, संसर्गता संयोगे अपि च विशेष्यता भूतले इति वयं दृष्टवन्तः। परन्तु एते प्रतिबिम्बाः ये सन्ति ते तु ज्ञानम् इति एकस्य एव स्थले निष्ठाः खलु, तत्र प्रकारिता अपि ज्ञाने, तत्पूर्वं वयं दृष्टवन्तः खलु, तत्र पूर्वस्मिन् पुटे अपि अस्ति तत्र, किन्तु सर्वाः अपि विषयिताः ज्ञाने एव भवन्ति इति एकं वाक्यं वयं पठितवन्तः। तर्हि तत्र प्रकारिता संसर्गिता विशेष्यता इति विषयिता भिन्नभिन्न रूपायाम् अस्ति चेदपि तत् ताः तु ज्ञाननिष्ठाः एव इति। तर्हि तत्र ज्ञानम् इति एकमेव अधिकरणम् इति, ज्ञाननिष्ठा इत्युक्ते तत्र यथा शरः तत्र अधोगमनार्थं निष्ठः इति वयं उपयोगं कुर्मः खलु, तदेव अस्ति इदानीम् अत्र निष्ठा, निष्ठा इत्युक्ते इत्युक्ते ज्ञाने प्रकारिता, ज्ञाने संसर्गिता, ज्ञाने विशेष्यता इति तत्र अर्थः। स्पष्टं वा? स्पष्टं भगिनि। अस्तु, अग्रे पठतु। आधार आदेयभावस्थले यथा आदेयता अधिकरणतायोः निरूप्यनिरूपकभावः, तदा विषयता विषयितायोः अपि ज्ञातव्यः। तथा अहं पूर्वमेव पठितवन्तः आधारम् आदेयता आधारता आदेयता निरूपकभावमस्ति, निरूप्यनिरूपकभावमस्ति, तदा विषयता विषयितायोः मध्ये अपि निरूपकनिरूपणभावम् अस्ति। तदेव वयं प्रथमं दृष्टवन्तः खलु, तत्र अयं घटः इति ज्ञानम् अस्ति चेत् तत्र घटः इति विषयः अयं घटः इति ज्ञानं, तर्हि तत्र घटे विषयता ज्ञाने विषयिता द्वयोः मध्ये तत्र निरूपकनिरूप्यभावः अस्ति इति, तदेव अस्माकं प्रथमश्रेणी आसीत् तत्र यदा ज्ञानस्य विषये पठनारम्भं कृतवन्तः तदेव प्रथमं दृष्टवन्तः। सर्वे स्मरन्ति खलु? अस्तु। तथा च भूतलं घटवत् इति ज्ञानस्य, तत्र चित्रम् अस्ति भगिनि किल, इदानीं यद् भवती प्रथमं कृतवती तच्चित्रं, तस्यैव चित्रस्य आधारेण इतोपि किञ्चित् अधिकम् अस्ति। तर्हि यत् प्रथमं भवती निर्मितवती खलु, तदेव स्वीकृत्य वदतु। घटनिष्ठप्रकारता निरूपित प्रकारिता आश्रयः संयोगः न तथा न एकक्षणं भगिनि, तत्र घट प्रकारिता कुत्र अस्ति? प्रकारिता संयोगे अस्ति किल, तर्हि तत्र घट तत् प्रथमं तत्पर्यन्तं तत्र चित्रं वदतु। ओहो, घटनिष्ठ प्रकारता निरूपित प्रकारिता आश्रयः आश्रयः वदतु, प्रकारिता आश्रयः कुत्र अस्ति? ज्ञानं वा? ज्ञानं तावदेव, तत्र तत्र तथा अस्ति चेत् तत्र चित्रं कथं भवति? एकक्षणं भगिनि, बालसुब्रह्मण्यमहोदय भवान् वदति वा तस्य वाक्यस्य चित्रम् इदानीं यद् भगिन्या उक्तं? तत्र घटः इति न तत्र चित्रं वदतु, चित्रं कथं भवति इति वदतु किञ्चित्। वामभागे घटः, अधः तदुपरि प्रकारता, दक्षिणभागे अधः ज्ञानं, तदुपरि प्रकारिता। उत्तमं महोदय, इदानीं वाक्यं वदतु। सो घटनिष्ठप्रकारता निरूपित प्रकारित आश्रयः ज्ञानम्। उत्तमम्, अति उत्तमं। प्रकारिता इति कीदृशी इति कथं वक्तुं शक्नुमः? प्रकारिता इति सो घटनिष्ठ प्रकारता निरूपित ज्ञाननिष्ठ प्रकारिता। अति उत्तमम्, अति उत्तमं महोदय। इदानीं सुनील् महोदय भवान् वदति वा तत्र संयोगनिष्ठ संसर्गता निरूपित संसर्गिताश्रयः इति, यथा बालसुब्रह्मण्यमहोदयेन उक्तं तथा? अहं वदामि, संयोगः वामभागे अधोभागे, अस्य उपरि संसर्गता, दक्षिणभागे अधोभागे ज्ञानं, उपरि संसर्गिता, सः संयोगनिष्ठ संसर्गता निरूपित संसर्गिताश्रय ज्ञानं। अति उत्तमं। पुष्पा भगिनी भवती वदति वा तत्र तृतीयभागः भूतलनिष्ठ विशेष्यतानिरूपित विशेष्यता आश्रयः ज्ञानम् इति? पुष्पा भगिनी अस्ति वा? अस्मि अस्मि भगिनि। घटनिष्ठप्रकारिता निरूपित न भूतलनिष्ठविशेष्यता निरूपित विशेष्यता आश्रयः ज्ञानम् इति अस्ति चेत् तत्र तत्र चित्रं कथं भवति? कथं चित्रं भूतलनिष्ठविशेष्यता भूतलनिष्ठविशेष्यता घट तत्र घटः इति विषयः नास्ति खलु तत्र, केवलं भूतलनिष्ठ। तर्हि प्रथमं भूतलनिष्ठविशेष्यता इत्युक्ते किं भवति वदतु? भूतलनिष्ठविशेष्यता घटं नास्ति। न तथा नास्ति भगिनि, भूतलनिष्ठविशेष्यता इत्युक्ते तत्र भूतलं कुत्र भवति, विशेष्यता कुत्र भवति? भूतलं भूतले अस्ति, भूतले अस्ति, भूतलं भूतलत्वं न न न भूतलम् अस्तु, भूतलम् इति वामभागे वामभागे अधोभागे भवति खलु, तस्य उपरि किं भवति, भूतले किम् अस्ति? उपरि भूतलस्य उपरि भूतले किम् अस्ति इदानीं? भूतलनिष्ठविशेषता इति वाक्ये भूतले किम् अस्ति? भूतले द्रव्यम् अस्ति. न न, भूतलं द्रव्यं तत् सत्यं, परन्तु इदानीं शृणोतु भगिनि, भूतलनिष्ठविशेष्यता इति अस्ति चेत् तत्र भूतले किम् अस्ति? भूतले कोऽपि नास्ति. अस्तु, रामप्रिया भगिनी किञ्चित् साहाय्यं करोति वा? आं भगिनि, भूतलं वामतः अधोभागे उपरि विशेष्यता, दक्षिणतः अधोभागे ज्ञानम्, उपरि विशेष्यता, मध्ये निरूप्यनिरूपकभावम्. भूतलनिष्ठविशेष्यता निरूपित ज्ञाननिष्ठविशेष्यता विशेषिता. ओ ओ, और एकवारं वदतु, एकवारं भूतल भूतलनिष्ठ चित्रं वा विवरणं? भूतलनिष्ठविशेष्यता निरूपित ज्ञाननिष्ठविशेष्यता. भगिनी तत्र विशेषिता, तत्र विशेष्यता विशेषिता विशेषिता. तस्य आश्रयः ज्ञानं, तस्य आश्रयः ज्ञानं. ज्ञाननिष्ठविशेष्यता इति वदामः चेत् तत्र आश्रयः इति आवश्यकं नास्ति खलु? इदानीम् अवगतवती वा भगिनी पुष्पा भगिनी? अवगच्छति. वामने भूतल, वामने भूतल निष्ठः विशेष्यता अस्तु. भूतलनिष्ठविशेष्यता निरूपित ज्ञाननिष्ठविशेष्यता. उत्तमम्, अति उत्तमम्, अति उत्तमं, तदेव ज्ञाननिष्ठविशेष्यता. अस्तु अस्तु अस्तु अस्तु आगच्छति. अस्तु इदानीं अस्तु, सर्वे अवगतवन्तः इति भाति, तर्हि अग्रे सरामः. तर्हि सुनील् महोदय, भवान् अग्रे पठति वा? एवमेव, घटः नीलरूपवान् इति ज्ञाने समवायसंसर्गमादाय भूतलं घटाभाववत् इति ज्ञानस्थले दैशिकविशेषण विशेषणदा संसर्गमादाय चिन्त्यम्. अस्तु, तर्हि तत्र इदानीं नूतन आकारः अस्ति घटः नीलरूपवान् इति. तर्हि यथा वयं भूतलं घटवत् इति विषये उक्तवन्तः, तथा इदानीं घटः नीलरूपवान् इति विषये वदति वा महोदय, तत्र कुत्र किम् अस्ति इति? तर्हि प्रथमं प्रथमम् एतद् वदतु, प्रथमं तत्र विशेषणं किं, विशेष्यं किं, तत्र सम्बन्धः कः इति उक्त्वा तदनन्तरं वाक्यं वदतु. भूतलं घटवत् इति आकारः न, इदानीं घटः नीलरूपवान् इति आकारः. भूतलम् अटवत् अभवत् खलु, तदेव वयम् इतः पर्यन्तं चर्चितवन्तः तस्य आधारेणैव, तेन आधारेण इदानीं घटः नीलरूपवान्. घटः विशेष्यं नीलरूपवान् विशेषणम्. तर्हि घटे किं तत्र तत्र वदतु. एवमेव, घटः नीलरूपवान् इति ज्ञाने समवायसंसर्गमादाय भूतलं घटा न, तत्तु भिन्न उदाहरणमस्ति. तर्हि इदानीं घटः नीलरूपवान् इति एव चर्चां कुर्मः. तर्हि घटः नीलरूपवान् इत्युक्ते तत्र घटः नीलरूपमिति समवायसम्बन्धेन घटे भवति. नीलं नीलः नीलरूपमिति किमर्थं तत्र समवायसम्बन्धेन घटे? तत्र गुणगुणिनोः सम्बन्धः. उत्तमं. तर्हि इदानीं तद्वाक्यं वाक्यं वदतु. तत्र आश्रयः कः, निष्ठ, तत्सर्वम् उपयुज्य वाक्यं वदतु. यद् वयम् इदानीं दृष्टवन्तः खलु तत्र घटभूतलविषये तथा. अतः नीलरूपं घटे अस्ति. अतः घटनिष्ठ समवायसंसर्गनिरूपितं न तथा नास्ति खलु. तत्र तत्र एकक्षणं चिन्तयतु. तत्र घटे घटः इति किम्? अत्र घटः इति विशेष्यं वा विशेषणं वा सम्बन्धः वा? घटः इति विशेष्यम्. अतः भूतलस्य समानमेव पूर्वस्मिन् उदाहरणे. तर्हि तत्र घटे किम् अस्ति? विशेष्ये किम् अस्ति? विशेष्यता अस्ति. विशेष्यता. उत्तमं. तर्हि घटनिष्ठ घटनिष्ठ विशेष्यता निरूपित विशेष्यता निरूपित निरूपकं नीलरूपम् इति निरूपित न नीलरूप नीलरूपे किम् अस्ति इदानीं? नीलरूपमिति घटः इति विशेष्यं. तर्हि नीलरूपमिति ज्ञानमस्ति. न नीलरूपम् इति किम् अस्ति? नीलरूपम् इति गुणः. परन्तु अस्मिन् वाक्ये तत्र घटः नीलरूपवान् इति वाक्ये घटः विशेष्यं चेत् नीलरूपम् इति किम्? घटनिष्ठ विशेष्यता. एकक्षणं महोदय. तत्र घटः भूतलं घटवत् इति वाक्ये भूतलमिति विशेष्यम् आसीत् घटः इति विशेषणं खलु? तर्हि घटः नीलरूपवान् इति वाक्ये घटः इति विशेष्यं चेत् नीलरूपम् इति विशेषणमस्ति. विशेषणं. विशेषणे किम् अस्ति? विशेषणे प्रकारता अस्ति. उत्तमं. तर्हि घटनिष्ठ विशेष्यतानिरूपित नीलरूपनिष्ठ प्रकारता. तावदेव प्रकारता. तदनन्तरं प्रकारतानिरूपित प्रकारतानिरूपित. इदानीं सम्बन्धः कः? समवायसम्बन्धः. तर्हि प्रकारतानिरूपित उक्तवान् खलु भवान् तत्र सम्बन्धः कः? समवायसम्बन्धः. तर्हि समवायनिष्ठ समवायनिष्ठ प्रकारता न समवाये किं तत्र तत्र भूतलं घटवत् इति तत्र सम्बन्धः आसीत् संयोगः. तत् तादृशसम्बन्धे किं यद् कीदृशी विषयता? तत्र तत्र संसर्गदा विषयता. तदेव खलु. तर्हि तत्र समवायसम्बन्धः अस्ति चेत् समवाय इति सम्बन्धे कीदृशसम्बन्ध विषयता अस्ति? समवायसंसर्गता तदेव तत्र तर्हि समवायनिष्ठसंसर्गता खलु समवायनिष्ठसंसर्गता किञ्चित् सरलं नास्ति चिन्ता नास्ति तदर्थमेव तत्र वारं वारम् अभ्यासं कुर्मः खलु तर्हि इदानीं सम्पूर्णवाक्यं दोषरहितवाक्यं वदतु तत्र समवायनिष्ठसंसर्गतानिरूपकं ज्ञानम् इति वाक्यं भवति खलु तत् पुनः वदतु आरम्भतः कट आरभ्य घटनिष्ठप्रकारतानिरूपित घटे किम् अस्ति घटे विशेष्यता अस्ति तर्हि घटनिष्ठविशेष्यतानिरूपित प्रकारता कुत्र नीलरूपे तर्हि नीलरूपनिष्ठप्रकारता अथवा घटनिष्ठविशेष्यतानिरूपित एकक्षणं महोदय समवायसंसर्गता विषयता समवायनिष्ठ संसर्गता विषयता निरूपकं ज्ञानं खलु संसर्गता पूर्वस्मिन् पुटे पश्यतु तत्र घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम् इति वयं दृष्टवन्तः स्मरति वा तादृशं वाक्यमेव इदानीं तत्र संसर्गता इत्यपि संयोज्य तत्र इतोपि एकवारं दोषरहितवाक्यं वदतु महोदय भवानेव तत्र किमर्थं वारं वारं वदतु इति वदामि चेत् तत्र तथैव तत्र अभ्यासः भवति नो चेत् तत्र किञ्चित् भ्रमः एव अस्ति तत्र जाटिल्यमेव भाति परन्तु तत्र तावत् जाटिल्यं नास्ति घटनिष्ठविशेष्यतानिरूपित नीलरूपनिष्ठप्रकारता निरूपित समवाय समवायविषयता समवायनिष्ठसंसर्गता संसर्गता निरूपकं ज्ञानं अस्तु इदानीं तत्र भ्रमः नास्ति खलु अहम् अनन्तरं लिखामि तदेव एकवारं लिखतु चित्रमपि रचयतु तत्र प्रश्नः अस्ति चेत् ईमेल् प्रेषयतु महोदय अस्तु तर्हि इदानीं द्वितीय उदाहरणम् अस्ति भूतलं घटाभाववत् इति ज्ञानस्थले दैशिकविशेषणता संसर्गतामादाय चिन्त्यम् इति तर्हि रामकार्तिक् महोदय तस्य वाक्यं वदति वा तत्र भूतलम् अस्ति तत्र भूतलनिष्ठप्रकारता क्षम्यतां भूतलनिष्ठविशेषता अस्ति तत्र प्रथमं विशेषं किं विशेष्यं किं सम्बन्धः कः इति उक्त्वा अनन्तरं विशेष्यमस्ति भूतलं विशेषणम् अस्ति घटाभावः तत्र सम्बन्धः अस्ति क्षम्यताम् दैशिकविशेषणता तत्र पूर्वं वयं स्वरूपसम्बन्धः इति दृष्टवन्तः तत्र स्वरूपसम्बन्धे एव तत्र दैशिकविशेषणम् इति प्रभेदः तर्हि तत्र प्रथमं प्रथमस्तरे घटाभावनिष्ठप्रकारता निरूपित भूतलनिष्ठ विशेष्यता इति वक्तुं शक्नुमः. अग्रे तदनन्तरं दैशिकविशेषणता निष्ठ दैशिकविशेषणता निष्ठ संसर्गता निरूपित घटाभावनिष्ठ प्रकारता इति अपि वक्तुं शक्नुमः. तर्हि इदानीम् एकमेव वाक्यं यदा सुनील् महोदयेन उक्तं तथा भूतल तर्हि तत्र घटाभावनिष्ठप्रकारता निरूपित भूतलनिष्ठ विशेष्यता निरूपकं ज्ञानम् इति वक्तुं शक्नुमः. सत्यं. तर्हि तस्य इतोपि विवृणामश्चेत् तत्र घटाभावनिष्ठप्रकारता निरूपित भूतलनिष्ठविशेष्यता निरूपित प्रकारिताश्रयः ज्ञानम्. तदपि सम्यक् एव, परन्तु इदानीं तत्र सम्बन्धः अपि स्थापयतु. सम्बन्धः संयोज्य एकं वा ज्ञानस्य निरूपणम् इदानीम् घटाभावनिष्ठ प्रकारता निरूपित दैशिक विशेषणता निष्ठ संसर्गता निरूपित भूतलनिष्ठ विशेष्यता निरूपकं ज्ञानम्. उत्तमम्, अति उत्तमम्. अस्तु, इदानीं सर्वैः अवगतं वा? तत्र किमपि प्रश्नः अस्ति वा? क्षम्यतां क्षम्यतां महोदय, पुनः एकवारं वक्तुं शक्यते वा महोदय? रामकीर्ति महोदय. अस्तु महोदय, वदतु. घटाभावनिष्ठ तत्र घटाभावनिष्ठप्रकारता निरूपित दैशिकविशेषणता निष्ठ संसर्गता निरूपित भूतलनिष्ठ विशेष्यता निरूपकं ज्ञानम्. विशेष्यता निरूपकं ज्ञानम्. धन्यवादः. अस्तु अस्तु, तर्हि अन्तिमभागः बालसुब्रह्मण्य महोदय भवानेव पठति वा? तत्र प्रकृतम् अनुसरामः. सर्वोऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति. तेन सम्बन्धेन नास्ति इति अभाव एव अन्योन्य अभावः भेदः. स च चतुर्थः अभावः तादात्म्यसम्बन्धस्य प्रतियोगिता अवच्छेदकत्वम् उपरिष्टात् साधयिष्यते इति अलम्. प्रकृतम् अनुसरामः. सर्वोऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति. अत्र प्रश्नः नास्ति किल? सर्वोऽपि पदार्थः स्वस्मिन् पदार्थे सम्बन्ध तादात्म्यसम्बन्धेन भवति. तत्तु वयं दृष्टवन्तः खलु, घटः घटे तादात्म्यसम्बन्धेन, पटः पटे तादात्म्यसम्बन्धेन इति. तेन सम्बन्धेन नास्ति इति अभाव एव अन्योन्या अभावः. वयं पठितवन्तः किल, तेन सम्बन्धेन तादात्म्यसम्बन्धेन अन्योन्य अभावः ओपोसिट् यद् यत्र तादात्म्यसम्बन्धः अस्ति अन्योन्य अभावः नास्ति किल? सत्यं सत्यं तदेव. तर्हि तत्र यत्र तादात्म्यसम्बन्धेन यत्किमपि अस्ति तत्र तस्य अन्योन्यभावः नास्ति इत्युक्ते तदेव भेदः. तत्र घटः पटे तादात्म्यसम्बन्धेन नास्ति इत्युक्ते घटः पटात् घटः पटः न इति वक्तुं शक्नुमः. तर्हि तत्र भेदः इति स च चतुर्थः अभावः अन्योन्य अभावः प्रागभावः संयुक्त अभावः अत्यन्तभावः अन्योन्य अभावः इति चतुर्थः अभावः. तादात्म्यसम्बन्धस्य प्रतियोगिता अवच्छेदकत्वम् उपरिष्टात् साधयिष्यते इति अलम्. तादात्म्यसम्बन्धस्य प्रतियोगिता अवच्छेदकत्वम् न अवगच्छामि महोदय. तर्हि तत्र तादात्म्यसम्बन्धः इति यद्वयं दृष्टवन्तः इत्युक्ते तत्र यत्किमपि नास्ति महोदय. तत्र उपरिष्टात् इत्युक्ते तत्र अर्थः अस्ति अग्रे गत्वा इति. तर्हि तत्र तादात्म्यसम्बन्धस्य प्रतियोगितायाः अवच्छेदकत्वम् इति यदस्ति तद्वयम् अग्रे पश्यामः इत्येव तत्र विषयः अस्ति. इतः पर्यन्तं तत्र अन्योन्यभावः इत्युक्ते किम् इति दृष्टवन्तः. तत्र अन्योन्यभावः इत्युक्ते भेदः इति अवगतवन्तः. तदेव अस्ति स च अभावः एव चतुर्थः अभावः इति अपि दृष्टवन्तः. अग्रे गत्वा अन्यान् विषयान् पठामः इति एव तत्र अस्ति. तर्हि तत्र अन्तिमवाक्यं यदस्ति तद् अस्तु रामकार्तिक् महोदय भवान् एव पठति वा? आम्. इति श्रीगोडाकुलाब्धिपूर्णेन्दुमहामहोपाध्याय श्रीसुब्रह्मण्यगुरुचरणान्ते वासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रह सङ्ग्रहव्याख्यायां विद्याधरिसंज्ञकायाम् उद्देशग्रन्थः इति कश्चन क्रमः अस्ति. अस्माकं पद्धतिः अस्ति तत्र भगवद्गीतायामपि तथा अस्ति खलु. तत्र कः लिखितवान् तस्य विवरणं किं लिखति इति अपि तत्र उद्देशग्रन्थः इति अस्माकं भागः अस्ति. प्रथमभागः अस्ति उद्देशग्रन्थः इति. तत्र यत्र तत्र संज्ञा सर्वं कृतं तदेव तत्र उद्देशग्रन्थः इति अस्ति. विद्याधरी इति म्याम्ना पुस्तकं देवदत्तः इति तेन लिखितम् इति. अपि च तत्र देवदत्तस्य विवरणम् अस्ति तत्र तस्य गुरोः नाम तत् सर्वं तत्र अस्तु. तर्हि इदानीं वयं तत्र प्रथमभागः समापितवन्तः. तर्हि आगामिनि कक्षायां तत्र लक्षणम् इति विषये पश्यामः.